नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति धातुपटे हल्सन्धिः प्रथमः भागः इति. तत्र हलन्तेभ्यः धातुभ्यः लङ्लकारस्य त इति प्रत्ययः, तकारः इति प्रत्ययः, सकारः इति प्रत्ययः, अनयोः योजनविधिः इति प्रथमः विषयः अस्ति. अत्र अस्माभिः दृष्टं यत्र लङ्लकारे प्रत्ययः अपृक्तसंज्ञकः अस्ति, प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने, तत्र प्रथमतया यदा प्रत्ययस्य विधानं भवति तदानीं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा जायते. अनन्तरं प्रत्ययः लङ्लकारे अपृक्तसंज्ञकः वर्तते इति कृत्वा तत्र हल्याभ्यो दीर्घ सुतिस्य पृक्तं हल् इति सूत्रेण अपृक्तसंज्ञकस्य प्रत्ययस्य हलन्तात् धातुतः प्रत्ययस्य लोपः भवति. अतः अत्र अस्मिन् करपत्रे सर्वत्र अपृक्तसंज्ञकप्रत्ययस्य लोपः भवति, यतोहि सर्वत्र लङ्लकारस्य विषयः अस्ति. तदनन्तरम् अस्माभिः दृष्टम् अत्र प्रचुररूपेण हल्सन्धिकार्यस्य अवसरः भवति. यङ्लुगन्तधातोः प्रसङ्गे, अदादिगणीयधातोः प्रसङ्गे, जुहोत्यादिगणीयधातोः प्रसङ्गे, रुदादिगणीयधातोः प्रसङ्गे इत्येतेषु स्थलेषु हल्सन्धिकार्यस्य कार्याणाम् अवसरः लभ्यते. तर्हि इदानीम् अत्र क्रमेण यदा प्रत्ययस्य विधानं भवति तदानीं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा जायते. तर्हि पदान्ते कतिचन कार्याणि भवन्ति. प्रथमतया अस्माभिः दृष्टं पदान्ते संयोगः वर्तते, हल्वर्णद्वयं वर्तते चेत् किं भवति इति चेत् आदौ संयोगान्तस्य लोपः इत्यनेन पदस्य अन्ते संयोगः वर्तते चेत् तत्र अन्तिमवर्णस्य लोपः भवति, संयोगान्तस्य लोपः इति सूत्रेण. तर्हि तत्पश्चात् रात्सस्य इति अन्यत् सूत्रं दृष्टं. पदान्ते संयोगः वर्तते चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवति इति तु संयोगान्तस्य लोपः इत्यनेन एव सिद्धं. तर्हि रात्सस्य इति सूत्रं वदति पदान्ते संयोगः वर्तते परन्तु संयोगस्य प्रथमः सदस्यः रेपः, रेपः तस्य अनन्तरं सकारः अस्ति चेत् तदानीमेव लोपः, तदानीमेव अन्तिमवर्णस्य लोपः भवति. रेपात् परस्य सकारस्य एव लोपः भवति, न तु अन्यवर्णस्य. तर्हि संयोगान्तस्य लोपः इत्यनेन एव इदं कार्यं सिद्धं. रेपात् परस्य सकारस्य अपि लोपः भवति, संयोगः वर्तते पदान्ते, तर्हि संयोगान्तस्य लोपः इत्यनेन लोपः स्यात्. तर्हि इदं सूत्रं किमर्थम् उक्तम् इति चेत् अत्र नियमार्थं सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति इत्युक्ते पूर्वेण सूत्रेण एव प्राप्तं. तर्हि पुनः किमर्थम् उक्तम् इति चेत् सीमां स्थापयितुं, रेपात् परस्य सकारस्य एव लोपः भवति, न तु अन्यः वर्णः. प्रथमवर्णः संयोगे रेपः अस्ति चेत् तदानीं तस्य अनन्तरं सकारः चेदेव लोपः, तर्हि सकारः अस्ति चेदेव लोपः इति एकं कार्यं. सकारात् भिन्नः अन्यः वर्णः चेत् लोपः न भवति, निषेधः अपि भवति अनेन सूत्रेण इत्यपि तदेव सीमा अथवा नियमः इति वयं वदामः. तदपि अस्माभिः दृष्टं. तत्पश्चात् इदानीं संयोगः इति यदा वयं वदामः तदानीं राल्लोपः इति सूत्रमपि अस्माभिः दृष्टं. तत्र रेपात् परस्य सकारस्य वकारस्य च लोपः भवति क्विप् परे, जलादिप्रत्यये परे, अनुनासिके परे. तर्हि राल्लोपः इति अङ्गकार्यं वर्तते, इत्युक्ते पदान्ते एव कार्यं भवति इति न. अत्र राल्लोपः इत्यत्र परनिमित्तम् अपेक्षितमस्ति, जलादिप्रत्ययः अपेक्षितः अथवा अनुनासिकवर्णः अपेक्षितः अस्ति, इदं तु पदान्तकार्यं नास्ति. तत्पश्चात् तत्र किम् अस्माभिः दृष्टम् इति चेत् तत्र पदान्ते संयोगः यदा वर्तते तदानीं संयोगस्य प्रथमः वर्णः सकारः वा ककारः वा चेत् तदानीं संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः न भवति, अपि तु प्रथमवर्णस्य लोपः भवति, सकारस्य ककारस्य लोपः भवति. स्कोः संयोगात् द्योरन्ते च इति सूत्रेण. तर्हि इदं सूत्रं वस्तुतः संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रं वर्तते, स्कोः संयोगाद्योरन्ते च. तर्हि तत्र अस्माभिः दृष्टं संयोगान्तस्य लोपः कोः संयोगाद्योरन्ते च सूत्रद्वयमपि त्रिपाद्यां द्वितीयपादे अस्ति. तर्हि कोः संयोगाद्योरन्ते च इति सूत्रम् असिद्धं वा संयोगान्तस्य लोपः इत्यस्य दृष्ट्या इति वयं पश्यामः चेत् अत्र तथा नास्ति. यदि असिद्धम् इति वयं वदामः तदानीं कोः संयोगाद्योरन्ते च इत्यस्य अवसरः कुत्रापि न लभ्यते, तदानीं सूत्रमेव व्यर्थं भवति. अतः अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रम् अपवादभूतसूत्रमस्ति. संयोगान्तस्य लोपः इति सूत्रस्य अपवादभूतसूत्रं स्कोः संयोगाद्योरन्ते च इति सूत्रं. तत्रैव अस्माभिः दृष्टम् असन्त् इति विषये चर्चा गतवर्गे जाता. तत्र कथं भवति, कार्याणि कथं भवन्ति इति अस्माभिः दृष्टं. तत्र संस्त् इत्यत्र हल्म्यादुदीर्घात् इत्यनेन प्रत्ययस्य लोपः असंस्त् इति इदानीं पदं पदान्ते त्रयाणां वर्णानां संयोगः अस्ति. परन्तु वस्तुतः संयोगः इति यदा वयं वदामः वर्णद्वयस्यैव संयोगः अस्माभिः स्वीक्रियते, नकारसकारयोः संयोगः, सकारतकारयोः संयोगः. तर्हि सकारतकारयोः संयोगः पदान्ते वर्तते, तर्हि स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति. अतः असन्त् इति जायते. पुनः तत्र संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपः असन् इति रूपं जायते. तत्र अस्माभिः चर्चा कृता यत् असन्त् इत्यत्र यः नकारः अस्ति सः नकारः तत्र नश्यापदान्तस्य जलि इत्यनेन अनुस्वारादेशः तत्र भवति वा इति तस्य विषये अपि अस्माभिः चर्चा कृता गतवर्गे. यतोहि तत्र नकारस्य अनुस्वारं कर्तुं सकारः एव निमित्तमस्ति. सकारे परे नकारस्य अनुस्वारादेशः भवति, परन्तु तादृशसकारः तु नशिष्यमाणमस्ति. स्कोः संयोगाद्योरन्ते चेत् नशिष्यमाणमस्ति इति कृत्वा यदा धातोः निर्माणं भवति तदानीं आदौ एव नश्यपदान्तस्य जले अनुस्वारस्य यै परसवर्णः इति द्वाभ्यां सूत्राभ्यां कार्यं न भवति. यतोहि निमित्तं नशिष्यमाणम् अस्ति. अत्र अकृतव्यूहाः पाणिनीयाः इति परिभाषया यद् निमित्तं नशिष्यमाणं, यद् कार्यं यस्य कार्यस्य निमित्तं नशिष्यमाणं वर्तते, तादृशकार्यम् अस्माभिः न करणीयम्. तर्हि अत्र असंस्त् इत्यत्र नकारः नशपदन्तस्य जलि इत्यनेन अनुस्वारादेशः भवितुमर्हति. सकारः निमित्तमस्ति, परन्तु तादृशसकारः स्कोः संयोगाद्योरन्ते च इत्यनेन लुप्यमानः अस्ति इति कृत्वा तादृशकार्यं न करणीयम्. अतः आदौ यदा धातोः निर्माणं भवति तदानीं नश्यपदन्तस्य जलि इत्यस्य कार्यं न भवति, अतः नकारः एव तिष्ठति. अस्तु, तर्हि तत्सर्वं दृष्टं. तत्र पुनः अन्यः प्रश्नः इति एकः अस्ति. तत्र अत्र अन्यः प्रश्नः इति ततः आरभ्य एकवारं कुर्मः. तर्हि किं सरस्वतीभगिनी पठितुम् इच्छति वा अन्यः प्रश्नः ततः आरभ्य? आं भगिनि, पुनः अन्यप्रश्नः स्कोः संयोगाद्योरन्ते च पूर्वस्मिन् परिच्छेदे यदुक्तं तदपि एकवारं पठित्वा अग्रे गच्छामि. अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्यापदान्तस्य जलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त, तदा स्कोः संयोगाद्योरन्ते च इत्यनेन असन्, तदा अनुस्वारस्य परस्वर्णः इत्यनेन नकारः, असन् तदा पूर्वत्र सिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः, अतः असन् इत्येव स्यात्. उत्तरमस्ति यत् अस्मिन् क्रमे नश्यापदान्तस्य जलि इत्यस्य अवसरः न भवति एव स्वस्य त्रिपाद्यां परत्वात्, स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः. सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति, असन् इति रूपं सिद्ध्यति. असन् इति दशायां नकारात् परे झल् तु नास्ति, एव नकारात् परे झल् तु नास्ति एव, अतः अस्यां प्रक्रियायां नश्वापदान्तस्य झलि न कुत्रापि भवति. आरम्भात् अन्तपर्यन्तं नुमागमस्य नकारः न इत्येव तिष्ठति. तदानीं किं भगिनि तस्य विषये? परन्तु एवं इदानीमेव भवती यद् उक्तवती तदेव अस्ति न? वदतु, एकवारं उक्त्वा अग्रे गच्छ. अस्तु, तर्हि तदेव प्रश्नः उदेति यत् नश्वापदान्तस्य झलि आरम्भे एव करणीयं किम्? यदि वयम् आरम्भे कुर्मः तदा नकारस्य स्थाने अनुस्वारः आगत्य तत्र असंस्क इति भवति, तदा स्पोः संयोगात् सकारात् अनन्तरम् इत्युक्ते संयोगे सकारात् अनन्तरं सकारः अस्ति, अतः संयोगान्तस्य लोप प्रबाद्य इति सूत्रं प्रबाद्य स्पोः संयोगाद्युरन्ते च इत्यस्य कार्यं भवति. सकारस्य लोप भूत्वा तत्र असंभवति. तदा अनुस्वारस्य यै परसवर्णं वयं कुर्मः चेत् अनुस्वारस्य स्थाने नकारः इत्युक्ते सवर्गीय पञ्चमवर्णः नकारः आगच्छति, तदा असं भवति. तदा पूर्वत्र सिद्धं भवति इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः अस्ति. तर्हि किम् असन्त इत्येव भवति किम्? एवं प्रश्नः उदेति. तर्हि अत्र उत्तरम् एवमस्ति यद् यत् एवं वयं कुर्मः चेत् नश्वापदान्तस्य झलि इत्यस्य अवसरः एव न भवति त्रिपाद्यां परत्वात्, यतोहि नश्वापदान्तस्य झलि अष्टम अध्याये तृतीयपादे चतुर्विंशतितमं सूत्रमस्ति. संयोगान्तस्य लोपः तत्तु द्वितीयपादे अष्टमाध्यायस्य द्वितीयपादे एव अस्ति, स्कोः संयोगाद्युरन्ते च अपि द्वितीयपादे एव अस्ति. स्कोः संयोगाद्युरन्ते च संयोगान्तस्य लोपः सूत्रद्वयमपि द्वितीयपादे एव भवन्ति, अतः असन् इति रूपं सिद्ध्यति. असन् भवति चेत् कदापि नश्वापदान्तस्य झलि एतस्य कार्यमेव न भवति. अतः अन्तपर्यन्तं नकार इत्येव तिष्ठति. अतः वयम् एतद् न कुर्मः, नो चेत् विना प्रयोजनं तु सूत्रं नास्ति. अतः नश्वापदान्तस्य झलि अस्य कार्यं न कर्तुं शक्नुमः चेत् प्रयोजनमेव नास्ति, अतः वयम् एवं न कुर्मः. भगिनि सम्यक्? हा सम्यक् अग्रे गच्छतु. तर्हि पुनः अन्यप्रश्नः, स्कोः संयोगाद्युरन्ति च इत्यनेन यः सकारलोपः सः तु संयोगान्तस्य लोपः इत्यनेन न दृश्येत, ननु कार्य असिद्धत्वात्? उत्तरमस्ति यत् तथा नास्ति, यतोहि स्कोः संयोगाद्युरन्ति च अपवादत्वात् प्रथमतया प्रवर्तितम्. अपवादस्य बलेन तस्य कार्यं संयोगान्तस्य लोपः इत्यनेन दृश्यते एव. अत्र पूर्वत्र सिद्धम् इत्यस्य एव अपवादः, अतः तस्य इह किमपि कार्यं नास्ति. तर्हि पुनः प्रश्नः, द्वितीयप्रश्नः अस्ति, स्कोः संयोगाद्युरन्ति च इत्यनेन सकारलोपः भवति, परन्तु एतदस्ति अष्टम अध्यायस्य द्वितीयपादस्य एकोनत्रिंशत्तमं सूत्रमस्ति. संयोगान्तस्य लोपः त्रिविंशतितमं सूत्रमस्ति द्वितीयपादस्य एव. तर्हि स्कोः संयोगान्तस्य लोपः इत्यनेन न दृश्येत, तर्हि पूर्वत्र सिद्धम् इत्यनेन. अतः अत्र उत्तरमस्ति यत् स्कोः संयोगाद्युरन्ते च अपवादसूत्रमस्ति संयोगान्तस्य लोपः इत्यस्य, अतः प्रथमतया एव वयं स्कोः संयोगाद्युरन्ते च वयं कुर्मः. अपवादस्य बलेन तस्य कार्यं दृश्यते. अतः पूर्वत्र सिद्धम् इत्यस्य एव अपवादः अत्र अतः अत्र किमपि कार्यं नास्ति अत्र। तर्हि संयोगान्तस्य सोः संयोगाद्योरन्ति च इत्यनेन एव वयं प्रथमतया सकारस्य लोपं कृत्वा तत्र तदनन्तरम् अग्रे गन्तव्यम्। अस्तु भगिनि, सम्यक् सम्यक् सम्यक् सम्यक् समीचीनं समीचीनं। तर्हि अत्र पूर्वत्र सिद्धम् इत्यस्य अपवादः अस्ति। अस्तु सम्यक्। अस्तु भगिनि, धन्यवादः। इदानीं तत्र किं भगिनि, स्वोः संयोगाद्योरन्ते च पूर्वत्र सिद्धम् इत्यस्य अपवादः खलु? आम्। अतः स्कोः संयोगाद्योरन्ते च इत्यस्य दृष्ट्या पूर्वत्र सिद्धं न दृश्यते एव, एवं वा? पूर्वत्र सिद्धम् इति न दृश्यते एव इति, हा इति तथा वक्तुं शक्नुमः। अस्तु, तर्हि इदानीम् अग्रे गच्छामः। अरुणा भगिनी पठितुमिच्छति वा? व्रश्च। आं भगिनि, व्रश्च इति औपदेशकधातुः, तस्य यङ् लुकन्तधातुः वाव्रश्च, लङ् वाव्रश्च युगत हल्लाभ्यो दीर्घस्तुतिस्य अपृक्तं हल् इत्यनेन तकारलोपः भवति, आवाव्रश्च इति रूपं। स्कोः संयोगान्ते च इत्यनेन सकारलोपः आवाव्रच्। अत्र धातु वयं वश्च इति धातु यङन् लगन्तरूपम् अस्ति वाव्रश्च, अत्र लङ्लकारे नागमः भवति प्रथमम्, आव्रश्च भवति, तकारः अस्ति, तकारलोपो भवति, किमर्थं ते अपृक्तं हल् हल्लाभ्यो दीर्घात् श्रुतिस्य अपृक्तं हल् इति सूत्रेण तकारलोपः भवति। सक्र लोपानन्तरं पदसंज्ञा अपि अस्ति अत्र, अधुना आवाच् अत्र संयोग अस्ति वकार सकार च सेफान् सकार, स्कोः संयोगाद्योन्ते च इति सूत्रेण सकारलोपः भवति, रूपं भवति आवश्च इति रूपं शुद्धं भवति। समीचीनं समीचीनं। तत्र वस्तुतः अत्र भगिनि अवाव्रश्च इत्यत्र सकारः न दृश्यते खलु, अत्र तालवे सकारः कथं स्कोः संयोगाद्योरन्ते चैतस्य कार्यं पाणिनीय संस्कृत सूत्रम् अत्र इत्युक्ते तालवे शकारः कथं जातः तत्र तालवे सकार शकार अस्ति चुनाश्चुः स्तुः चुनाश्चुः इत्युक्ते इति सूत्रेण तालवे शकारः कृतः। आं भगिनि, तर्हि इदानीं तालवे इदानीं तालवे सकारः तु नास्ति एव, तालवे सकारः एव अस्ति, अतः स्कोः संयोगाद्यरन्तचेतस्य प्रसङ्गः नास्ति खलु इति वयं वदामः चेत् तदानीं किं वक्तव्यम् इति चेत्, वस्तुतः स्तोश्चुनाश्चुः इति सूत्रम् अग्रे अस्ति, चतुर्थपादे अस्ति, स्कोः संयोगाद्योरन्ते च इति सूत्रं पूर्वम् अस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन तत् सूत्रम् असिद्धमेव, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य दृष्ट्या स्वोश्चुनाश्चुः इत्यस्य कार्यं न स्यात्। तदर्थं तत्र किं वदामः इति चेत्, नशिष्यमाणम् अस्ति निमित्तम्, अत्र सकारस्य स्कोः संयोगाद्योरन्ते च इत्यनेन न वस्तुतः तत्र व्रश्चिति चकारः अस्ति खलु, अन्ते यः चकारः, तादृशचकारस्य प्रभावेण एव तालवे सकारः शकारः जातः, परन्तु इदानीं तादृशचकारः यः अन्ते अस्ति अवा व्रच् व्रश्च व्रश्च सकारचकार चकारः यः अन्ते अस्ति तादृशचकारस्य अग्रे यत् सूत्रं वयं पठामः, व्रश्चभ्रश्च इति सूत्रमेकं पठामः अग्रे, तेन सूत्रेण तत्र चकारस्य मूर्धन्यषकारः जायते. अतः अत्र यद् निमित्तमस्ति तालवेषकारं कर्तुं, यद् निमित्तं तद् निमित्तं नशिष्यमाणम्, अग्रे गत्वा नशिष्यमाणम् अस्ति इति कृत्वा सोहशनश्चुः इत्यस्य कार्यं न स्यात्, अकृतव्यूहाः पाणिनीयाः इत्यनेन इति वक्तुं शक्नुमः, अथवा एवं रीत्या अपि वक्तुं शक्नुमः. तत्र सोहशनश्चुः इति परसूत्रमस्ति त्रिपाद्यां, स्कोः संयोगाद्योरन्ते च इति पूर्वमस्ति, अतः सोहश्चुनश्चुः इति धातुपाठे तस्य कार्यं कृत्वा वयं प्रदर्शयामः चेदपि प्रक्रियादशायां तादृशकार्यं न करणीयमेव, यतोहि तत्तु असिद्धमस्ति इति एवं वदामः, अथवा अकृतव्यूहः पाणिनीयः इति वदामः. कथञ्चित् वयं समर्थयामः यत् अत्र सोहश्चुनश्चुः इत्यस्य कार्यं न स्यात्, येन सकारः दृश्येत स्को संयोगाद्योरन्ते च इत्यस्य कार्यार्थम्. समीचीनम्. अत्र अत्र बुद्धम् बुद्धं वा अत्र विषयः स्पष्टतया अवव्रश्च अत्र सकारस्थाने च तालव्यसकार आदेशपदविकात् सकार अस्ति कृत्वा सकार तालव्यसकार अभवत्. तदनन्तरं तद् निमित्तम् अपगच्छति. किमस्ति निमित्तम्? निमित्तं सकार चकार अस्ति, सकार न चकारः, चकारः एव निमित्तं. सकारस्य कारणेन सकारः तालव्यषकाररूपेण परिवर्तयितुं शक्नुमः, परन्तु तादृशचकारः यद् निमित्तमस्ति सोऽश्चुनाश्चुः इति कार्यं कर्तुं, तद् अग्रे गत्वा नशिष्यमाणम् अस्ति. व्रश्च व्रश्च इति सूत्रेण अग्रे गत्वा चकारस्य स्थाने मूर्धने षकारादेशः भवति, अतः निमित्तं नशिष्यमाणम् इति कृत्वा सोऽश्चुनाश्चुः इत्यस्य कार्यं न करणीयम्. अतः प्रक्रियार्थं यदा वयम् आनयामः, धातुम् आनयामः, तदानीम् अवाव्रश्च सकारचकारः इति स्वीकृत्य आनयामः, तदानीं हल्याभ्योदीर्घाति कार्यं भवति, प्रत्ययस्य लोपः, अनन्तरं सकारचकारयोः संयोगः, संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगान्तस्य लोपः स्यात्, परन्तु तत् प्रबाद्य स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगस्य आदौ यः सकारः तस्य लोपः भवति, अतः अवाव्रच् अवव्रच् इति भवति. तत्पश्चात् अग्रे प्रक्रिया प्रवर्तते, व्रश्च व्रश्च इत्यनेन अवाव्रश् इति भवति, तदनन्तरं जलां जशोन्ते वावसाने अवाव्रड् अवाव्रट् इति रूपद्वयम्. अवगतं. समीचीनम्. अस्तु, अत्र बहु लघुपरिच्छेदः अस्ति इति भाति, परन्तु बहु किमपि अस्ति तत्र. अस्तु, सर्वैः बुद्धं वा? अत्र कोऽपि संशयः अस्ति वा? अकृत अष्टाध्याय्यां न प्राप्तम् अकृतव्यूह किम् अकृतव्यूहाः पाणिनीयाः अकृतव्यूहाः पाणिनीयाः. ओके, न अवगतम् अत्र किं न अवगतं विजयलक्ष्मी भगिनी? व्रश्च इत्यस्य औपदेशिकरूपे तालव्यषकारः अस्ति वा मूर्धन्यषकारः अस्ति वा तालव्यषकारः? पश्यामः. किमस्ति व्रश्च व्रश्च तत्र तालव्यषकारः एव अस्ति तालव्यषकारः इत्युक्ते धातुपाठे अत्र ओ व्रष्टु इति सूत्र ओ व्रष्टु इति धातुः अस्ति औपदेशिकधातु ओ व्रष्टु तर्हि ओ व्रष्टु तत्र लौकिकधातुः अस्ति व्रश्च इति इत्युक्ते व्रश्च धातोः यदा लट्लकारं वयं पश्यामः तत्र वृश्यति इति अस्ति खलु तत्र तालव्यषकारः दृश्यते अतः धातुपटे व्रश्च इति प्रदर्शितं, बहुत्र व्रश्च इति स्वीकृत्य वयं कार्यं कुर्मः चेत् क्लेशः न भवति. परन्तु यत्र हल्सन्धिकार्यं वयं कुर्मः तत्र क्लेशः भवति. इदानीं वृश्यति इति रूपमस्ति लट्लकारे, तत्र व्रश्च इति धातुं स्वीकृत्य तुदादिगणीयधातुः तुदादिभ्यः ष इति विकरणप्रत्ययं तत्र स्थापयामः. व्रश्ययोगः अयोगः ति सम्प्रसारणं कृत्वा वृश्यति इति रूपं भवति. तत्र तालव्यशकारः अस्ति, क्लेशः नास्ति. तर्हि लट्लोट् लङ् विदे लट्लोट् लङ् इत्यत्र क्लेशः न भवति, विधिलिङ्गि अपि क्लेशः न भवति. यतोहि तालव्यशकारः चकारः अनन्तरं तत्र विकरणप्रत्ययः अस्ति, अतः क्लेशः नास्ति. तत्र तु स्कोः संयोगाद्योरन्ते चेत् तस्य अवसरः एव नास्ति व्रश्चिधातोः विषये. अतः तत्र सुवर्षणाश्युः इति कुर्मः चेत् क्लेशः नास्ति. परन्तु अत्र धातुः व्रश्च नास्ति, अत्र धातुः अस्ति वा व्रश्च इति यङ् लुगन्तधातुः. वा व्रश्च भवति चेत् स्कोः संयोगाद्योरन्ते च कथं कार्यं करोति? सकारः एव खलु? सकारः इति पश्यतु, अवाव्रश्च अवाव्रश्च योगः त इति अवाव्रश्च इति सन्धिं कृत्वा वयम् आनयामः. सोऽश्युनाश्युः इत्यस्य कार्यं कृत्वा वयम् आनयामः चेत् तालव्यसकारः चकारः. अल्नियभयोदीर्घतुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः. चकारचकारयोः संयोगः अस्ति. इदानीं स्कोः संयोगाद्यते चेत् यस्य प्रसङ्गः एव नास्ति खलु? तालव्यशकारः अस्ति चेत् तालव्यशकारः अस्ति चेत् स्कोः संयोगाद्योर् तत्र किमर्थं स्तोश्चुनश्चुः कार्यं करोति? व्रश्च इत्येव धातु खलु? व्रश्च तत्र मूले धातोः धातोः निर्माणं मूले सकारः इत्युक्ते धातोः निर्माण अवसरे यद्यपि मूले सकारः अस्ति, इदानीं यङ्लुगन्तधातोः निर्माणं जायमानमस्ति खलु. आदौ धातुतः व्रश्चिति धातुतः यङ् प्रत्ययः विधीयते, तदनन्तरं तत्र द्वित्वं जायते, यङ् प्रत्ययस्य लोपः जायते, अवाव्रश्च इति धातुः निर्मितः. तर्हि अवाव्रश्च इति धातुः अन्यत्र क्लेशः न भवति. अत्र लङ्लकारस्य प्रसङ्गे अवाव्रश्च इति तत्र तालवे शकारं गृहीत्वा अत्र धातुम् आनयामः प्रक्रियार्थं, तदानीं क्लेशः भवति. इदानीं स्कोः संयोगाद्यरन्ते चेत् यस्य कार्यं स्यात्, परन्तु अत्र तालवे शकारः दृश्यते चेत् स्कोः संयोगाद्यरन्ते च इत्यस्य कार्यं न भवति. तदर्थं किं वक्तव्यम्? धातुपाठे तु एवमेव प्रदर्श्यते, अवाव्रश्च व्रश्च इति एवमेव प्रदर्श्यते. यत्र सन्देहे अवसरः अस्ति सन्धिकार्यस्य, तत्र सन्धिकार्यम् अस्माभिः क्रियते एव. तर्हि धातुपाठे सन्धिकार्यं कृत्वा एव प्रदर्श्यते. परन्तु यदा प्रक्रियार्थं वयं धातुम् आनयामः, तदानीम् अस्माभिः चिन्तनीयम्, इदानीम् अत्र स्कोः संयोगाद्यरञ्च इत्यस्य कार्यं भवेत्, परन्तु अत्र न भवितुम् अर्हति, यतोहि तालव्यशकारः अस्ति. तर्हि तत्र निवारणं किं वक्तव्यम् इति चेत्, अत्र तालव्यशकारस्य निमित्तमस्ति चकारः. चकारः परः वर्तते इति कृत्वा सोऽश्युनाश्युः इत्यनेन तालव्यशकारः जातः. परन्तु तत्र तादृशचकारः अग्रे यः चकारः अस्ति, सः चकारः अग्रे गत्वा परिवर्तते, चकारः न भवति. तत्र अग्रे गत्वा मूर्धनीयशकारः भवति, प्रश्य प्रश्य इत्यनेन. यदि मूर्धनीयशकारः भवति तदानीं सोऽश्युनाश्युः इत्यस्य अवसरः न भवति, यतोहि तत्र सोऽश्युनाश्युः इति यत् कार्यम् अस्माभिः पूर्वं कृतं चकारं निमित्तीकृत्य, तादृशचकारः इदानीम् अग्रे गत्वा नशिष्यते. यदा नशिष्यते तदानीं कथं वा तादृशनिमित्तं स्वीकृत्य सोऽश्युनाश्युः इत्यस्य कार्यं भवितुम् अर्हति इति विचिन्त्य, प्रक्रियायाः आदौ एव सकारमेव स्वीकृत्य वयम् अग्रे गच्छामः. अवाव्रच् व्रश्च सकारचकारयोः संयोगः अस्ति इति स्वीकृत्य तत्र अग्रे प्रक्रिया प्रवर्तते, तदानीं सोः संयोगाद्योरन्ते च इत्यस्य लोपः भवितुम् अर्हति, इत्यनेन सकारस्य लोपः भवितुम् अर्हति. बुद्धं वा? कन्वल्यूटेड् अस्ति बुद्धम् आम् धातुपाठे एवं प्रदर्श्यते अवावृश्च वृश्च इति प्रदर्श्यते परन्तु प्रक्रियार्थं त्रिपाद्यां यत् सूत्रमस्ति सोऽश्नुनश्चुः इति सूत्रं लाजिकलि आल्सो इफ् यु सी सोऽश्नुनश्चुः इति सूत्रं तु अन्ते अस्ति तर्हि स्कोः संयोगाध्ययनते चेत् तस्य कार्यं प्रथमतया भवेत् खलु तदनन्तरमेव सोऽश्नुनश्चुः तर्हि वयं वक्तुं शक्नुमः सोऽश्नुनश्चुः इत्यस्य कार्यम् असिद्धम् अस्ति अतः स्कोः संयोगाध्ययनते चेत् सूत्रं तु तत् कार्यमेव न पश्यति सोऽश्नुनश्चु इति कार्यमेव न पश्यति तर्हि कार्यं कृतम् इति वयं मन्यामहे चेदपि तत् कार्यम् असिद्धम् अतः स्कोः संयोगाद्यवरन्ते च इदानीमपि अवावृश्च इति एव पश्यति इति कृत्वा सकारस्य लोपः इति अपि वक्तुं शक्नुमः यदि अकृतव्यूहाः पाणिनीयाः इति अनुक्त्वा वयं वक्तुम् इच्छामः चेत् तदानीम् एवं वक्तव्यं सोऽश्नुनश्चुः इत्यस्य कार्यं प्रदर्शितम् अस्ति धातुपाठे अवावृश्च इति वस्तुतः अवावृश्च इति धातुपाठे एव नास्ति इति तु नूतनधातुः खलु धातुपाठे नास्ति परन्तु सन्धिं कृत्वा एव वयं सामान्यतया धातोः निर्माणं कुर्मः तर्हि अवावृश्च इति अस्ति तर्हि इदानीं स्कोः संयोगाद्यवरन्ते चे इति सूत्रं यदा आयाति तत्र तालव्यसकारं न पश्यति यतोहि सोऽश्नुनश्चुः इति अग्रे अस्ति अतः तत् कार्यम् असिद्धम् इति कृत्वा स्कोः संयोगाद्यवरन्ते चे इति सूत्रं केवलम् अवावृश्च इति पश्यति सकारस्य लोपं करोति तावदेव अस्तु भगिनि ओके तर्हि इदानीम् अग्रे गच्छामः चोः कुः इति सूत्रं किं भवती पठति वा माम् उक्तवती वा भगिनि आमां विजयलक्ष्मी भगिनि च वर्गान्तधातवः च वर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते चोः कुः अष्टमाध्यायस्य द्वितीयपादस्य त्रिंशत्तमं सूत्रं च वर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च चोः षष्ट्यन्तं कुः प्रथमान्तं द्विपदम् इदं सूत्रं झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः कुः झलि पदस्य अन्ते च इदानीं च वर्गान्तधातवः विषये पठन्तः स्मः च वर्गान्तधातूनाम् अन्तिमवर्णः च वर्गीयवर्णः भवति च वर्गीयवर्णस्य स्थाने किं भवति इति पश्यामः इदानीं चोः कुः इति सूत्रम् अत्र विधीयते च वर्गान्तधातूनां कृते चोः कुः इति सूत्रेण च वर्गस्य स्थाने कवर्गादेशः भवति अत्र पूर्वस्मात् सूत्रात् झलो झलि इति सूत्रात् झलि इत्यस्य अनुवृत्तिः भवति स्कोः संयोगाद्योर् अन्ते च इति पूर्वस्मिन् सूत्रं ततः अन्ते च इति अनयोः अनुवृत्तिः भवति पदस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं चोः कुः झलि पदस्य अन्ते च इति अत्र चोः इत्युक्ते च च अन्तिमवर्णः भवेत् इति केन सूत्रेण भगिनि परिभाषासूत्रमस्ति खलु किम् अलोन्त्यस्य इति वा अलोन्त्यस्य इत्यनेन च वर्ग वर्गीय अन्तिमवर्णः भवेत् तत्र च वर्गस्य स्थाने कवर्गादेशः भवति कदा भवति झलि परे भवति चेत् अपि च पदस्य अन्ते अपि भवति इति सूत्रार्थः अग्रे पठामि वा? हा पठतु पठतु, उदाहरणमपि पठतु। यथा अवच् योगः त, अत्र लङ्लकारस्य एव उदाहरणं दीयते। अवच् योगः त हल्ङ्याभ्यो दीर्घात् सुतिश्च पृक्तं हल् इत्यनेन त लोपः। अवच् इति इदानीम् अवच् इत्यस्य पदसंज्ञा अस्ति, अन्तिमवर्णः च इति अस्ति, चोः कुः इत्यनेन च वर्गस्य स्थाने कवर्गादेशः भूत्वा अवक् इति अन्तिमरूपम्। एवमेव अताज्यत्, अताज्यज् इति अस्ति, तत्र चोः कुः इत्यनेन च वर्गस्य स्थाने कुत्वं भवति, जकारस्य स्थाने गकारः आयाति, यथा सङ्ख्यम् अनुदेशसमानाम् इति परिभाषासूत्रेण। स्थाने स्थानी अपि किम् उच्चारणस्थानम् अपि समानमस्ति वा भगिनि? च ज ग ज इत्यनयोः कुत्र कुत्र पृच्छति? जकारस्य स्थाने गकारः यथा सङ्ख्यम् अनुदेशसमानम् इति सूत्रेण भवति वा उत् स्थान उच्चारणस्थानं किमपि? यथा सङ्ख्यम् अनुदेशसमानम् इत्यनेन भवति खलु, यतोहि चवर्गीय समानः कवर्गीय समानः खलु समानः। अतः अताज्यज् इत्यस्य अन्तिमरूपं भवति अताज्यग्, अतात्यग्, अतात्यज् इत्यस्य अतात्यग् इति रूपं। तात्यज् इत्यस्य धातु किं भगिनि? त्यज् त्यज् त्यज् त्यज् समीचीनं समीचीनं। तर्हि चोः इत्युक्ते धातोः अन्ते पदान्ते संयोगः अस्ति चेत् किं किं भवति इति एतावता दृष्टम् अस्माभिः। तत्र संयोगान्तस्य लोपः, रात्सस्य, राल्लोपः, स्को संयोगाद्योरन्ते च इति चत्वारि सूत्राणि दृष्टानि यत्र संयोगः वर्तते। इदानीं तु चवर् चवर्गान्तधातु धातोः अन्ते चवर्गः चवर्गीयवर्णः वर्तते चेत् किं भवति इति चेत् सामान्यमस्ति चोः कुः। चोः कुः न केवलं पदान्ते कार्यं करोति, झलिपरे अपि कार्यं करोति। इत्युक्ते झलिपरे कुत्र कुत्र झलिपरे इति चेत् स्कोः संयोगाद्योरन्ते च इत्यस्मात् आरभ्य पदान्ते अपि कार्यं भवति, झलिपरे अपि कार्यं भवति। संयोगान्तस्य लोपः तु केवलं पदान्ते, रात्सस्य केवलं पदान्ते, स्कोः संयोगाद्योरन्ते च इति आरभ्य पदान्ते अपि कार्यं, झलिपरे अपि कार्यं। चोः कुः इत्यपि तथैव, झलिपरे अपि पदान्ते अपि चवर्गस्य स्थाने कवर्गादेशः इति सामान्यनियमः अस्ति। धातोः अन्ते चवर्गीयवर्णः अस्ति चेत् कवर्गीयवर्णादेशः भवति इति सामान्यः नियमः। इदानीं तस्य अपवादाः के के सन्ति इति अग्रे पश्यामः। लक्ष्मी भगिनी अग्रे पठति वा? भगिनी तत्र संयोगः मास्तु खलु, केवलम् अन्ते च वर्गः भवति चेत् चोः कुः, संयोगः भवति चेत् इदानीं भ्रश्च तत्र संयोगः अस्ति खलु। संयोगः अस्ति चेत् इदानीं भ्रश्च इत्यत्र इदानीं तत्र अत्र अग्रे अग्रे चिन्तयामः किं भवति इति। इदानीं सूत्रं पठित्वा चिन्तयामः। भगिनि पठामि भगिनि। परन्तु व्रश्च भ्रश्च सृज मृज यज राज भ्राज शकारान्ताः च एषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति पदान्ते। व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्छशां शः। व्रश्च भ्रश्च सृज मृज यज राज भ्राज शकारान्ताः शकारान्ताः च एषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति छलि पदान्ते च। अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः न तु पूर्णपदस्य व्रश्च व्रश्चः च भ्रश्चः च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च झश्च श्य च तेषाम् इतरेतरद्वन्द्वः व्रश्च भ्रश्च सृज मृज यज राज राजश्च शः तेषां व्रश्च भ्रश्च सृज मृज यज राजभ्राजश्चषां व्रश्च भ्रश्च सृज मृज यज राजभ्राजश्चषां षष्ट्यन्तं शः प्रथमान्तं द्विपदमिदं सूत्रम् अत्र जश्चषाम् इति भागे छे च इत्यनेन तुकागमः सति जत् छशां तदा श्चुत्वसन्धौ जच्छशां जलां जलोझलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चशां शः झलि पदस्य अन्ते च इदं सूत्रं वदति यत् केचन धातवः व्रश्च भ्रश्च सृज मृज यज राज भ्राज एते धातवः तथा चकारान्तधातवः अपि च षकारान्तधातवः सन्ति ततः परं झलि अस्ति अथवा झलि अस्ति अथवा पदान्ते अस्ति चेत् अन्तिमवर्णस्य स्थाने षकारादेशः भवति इति सूत्रं वदति तर्हि पूर्वसूत्रं वदति यत् चोः कुः इति धातोः अन्ते चकारः अस्ति चेत् चवर्गः अस्ति चेत् कवर्गः आयाति किन्तु अत्र अपवादत्वेन किञ्चित् भिन्नकार्यं भवति यदि छलीपरे अथवा पदान्ते व्रश्च भ्रश्च सृज मृज यजराज भ्राज धातवः तथा चकारान्तधातवः षकारान्तधातवः सन्ति चेत् तेषाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति इति विशेषकार्यं भवति अपि च अत्र पदद्वयम् अस्ति षष्ट्यन्तपदम् अपि च प्रथमान्तं पदम् अत्र झषाम् इत्यत्र छेचः इत्यस्य प्रभावेन तुकागमः भूत्वा प्रथमं तुकागमः भवति ततः परं श्चुत्वसन्धिः अपि भूत्वा चकारः तत्र दृश्यते इति झषाम् इति रूपं भवति अनुवृत्तिसहितसूत्रमस्ति व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चषां झषां शः झलि पदस्य अन्ते च पृथक्तया उक्ताः धातवः व्रश्च भ्रश्च सृज मृज यज राज भ्राजः इति धातवः तथा छकारान्तषकारान्तधातवः तेषाम् अन्तिमवर्णस्य षकारादेशः झलीपरे अथवा पदान्ते इति सूत्रार्थः भगिनि सम्यक् सम्यक् तर्हि अस्य सूत्रस्य अनन्तरं चोः कुः अनयोः कः सम्बन्धः चोः कुः वदति केवलं च धातूनाम् अन्ते चवर्गः अस्ति चेत् कवर्गादेशः भवतु इति सामान्यसूत्रमस्ति अत्र विशिष्टेन प्रतिपदोक्तत्वात् केचन धातवः पृथक्तया उक्तम् अतः अपवादेन चोः कुः इत्यस्य अपवादेन इदं सूत्रं कार्यं करोति व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्झषांशः इति सूत्रम् समीचीनं सम्यक् सम्यक् तर्हि अत्र परिगणितदातवः सन्ति व्रश्च भ्रश्च सृज मृज यज राज भ्राज अपि च चकारान्तधातवः तालवे षकारान्तदातवः अत्र प्रथमतया दातवः उक्ताः तदनन्तरं समूहस्य ग्रहणं सकारान्तानां ग्रहणं तालव्यषकारान्तानां ग्रहणम् एतेषां सर्वेषाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति अस्य कार्यमपि झलिपदान्ते जलिपरे अपि भवति पदान्ते अपि भवति. अस्तु तर्हि इदानीं किञ्चित् पश्यामः तत्र किं पद्मनाभन् महोदय पठति वा अग्रे. हा महोदय, यथा अवावृश् योगः तकारलोपः अवावृश् स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः अवावृच् सोः कुः इत्यस्य प्रसक्तिः, परन्तु तत् प्रबाद्य सकारादेशः भवति अवावृश्. तथैव अबाब्रश् योगः तकारः तकारलोपः अबाब्रश् सकारलोपः अबाब्रज् अबा दन् अबाब्रश् असिसृज् तकार योगः तकारः असिसृज् भवति चोः पुः इत्यस्य प्रसक्तिः, परन्तु तत् सम्बन्धे सकारादेशः भवति असि अस् असरीसृज् अमरी मृज् भवति अमरी मृष् अयायज् भवति अयायष् अरारज् भवति अरारष् अबाभ्राज् भवति अबाभ्राश् अपाप्रक्ष् भवति अपाप्रश् अवावस् भवति अवावस्. अत्र एतेषां धातूनाम् अन्तिमवर् विशिष्टसूत्राणि वर्तते वरिष्ठ ब्रज् सृज मृज यज राज ब्राज चसां सः इति सूत्रेण विशिष्टधातूनाम् अद् अनन्तरं सकारान्तदातवः सकारान्तदातवः अस्ति चेत् तस्य अन्तिमवर्णस्य स्थाने सकारादेशः भवति. एवमेव अवावृश्च अत्र वृश्च इति अत्र सूत्रे उक्तमस्ति, तदैव ब्रश्च मृज यज रज ब्राज पृच्छ वश् एतेषां धातूनां कृते अत्र अन्तिमवर्णस्य स्थाने सकारादेशः भवति उपरि युक्तसूत्रेण. अतः चकारात् स्थाने चोः पुः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति प्राप्तिः अस्ति, परन्तु तत् प्रबाद्य पृश्च भृज सृज मृज यज राज ब्राज चसांसः इति सूत्रेण अन्तिमवर्णस्य जकारस्य स्थाने विशिष्टधातोः विशिष्टधातवः अत्र विशिष्टाः धातवः अत्र उक्ताः सन्ति, अतः तेषाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति. अग्रे अग्रे आमाम् अग्रे पठतु महोदय. हकारान्तदातवः हकारान्तदातूनां हकारस्य स्थाने ढकारादेशः भवति. न न न न तथैव अबाब्रश्च योगः तकारः एवमेव अन्यानि उदाहरणानि सन्ति खलु तथैव अबाब्रश्च योगः तकारः तकारलोपः. अस्तु महोदय, अबाब्रश् योगः तकारः अत्र हल्भ्यो हल् हल्ञाभ्यो दीर्घात्सति शप्रुक्तं हल् इति सूत्रेण तकारस्य लोपः भवति अबाभ्रश् इति भवति. अत्र कोः संयोगाद्यो अन्ते च इति सूत्रेण संयोग अन्ते संयोगः अस्ति, अत्र प्रथमसदस्य सकारः अस्ति तस्य लोपः भवति स्कोः संयोगाद्योरन्ते च इति सूत्रेण अत्र अबाभ्रज् इति भवति. अनन्तरं व्रश्च भ्रज सृज मृज यज राज ब्राज चसांसः इति सूत्रेण जकारस्य स्थाने शकारयश भवति. किमर्थं चेत् अत्र ब्रस् ब्रस् इति धातु उक्तः अस्ति ब्रज् इति धातु उक्तः अस्ति, अतः शकारादेशः भवति अबाब्रश् इति भवति. एवमेव असरी सृज् योगः तकारः अत्र सृज् इति धातुः अस्ति तत्र उक्तमस्ति, अतः तस्यां स्थित्याम् अल्सो तकारस्य लोपः प्रथमं भवति. हल्ञाभ्यो दीर्घात् सुतिश्च प्रथम हल् इति सूत्रेण अनन्तरं सृज् अत्र सृज् इत्यस्य पदमस्ति, अत्र जकारस्य स्थाने सकारादेशः भवति चोवो कुः इत्यस्य सूत्रस्य अभवान् सोः कुः इत्यस्य सूत्रं बाधित्वा व्रश्च भ्रश्च इति सूत्रेण जकारस्य स्थाने शकारादेशः भवति. एवमेव अमरि मृज् इत्यस्मिन् जकारस्य स्थाने शकारादेशः भवति. अया यज् इत्य अत्रापि जकारस्य स्थाने शकारादेशः भवति. अरारज् अत्र अत्रापि शकारः अन्तिमवर्णः जकारस्य स्थाने आगच्छति. अबाब्राज् अबाब्राश् इति भवति. अपाप्रच् अपाप्रश् इति भवति. अवाबस् अवावस् इति भवति. एते दातवः अत्र सूत्रे उक्ताः सन्ति, अतः अन्तिमवर्णस्य स्थाने शकारादेशः भवति. अस्तु अस्तु, सम्यक् सम्यक् सम्यक्, धन्यवादः, स्वस्थमिति मन्ये. तर्हि इदानीं हकारान्त, ततः अग्रे चकारान्तधातूनां विषये सूत्रद्वयं सोः कुः भ्रश्च भ्रश्च इति सूत्रं, भ्रश्च भ्रश्च सृजमृज यजराज ब्राज च सां सः इति सूत्रम्. इदानीम् अग्रे हकारान्तधातवः इति तत्र किं भगिनी, एतेषां पदसंज्ञा अस्ति खलु? हा हा, तत् सर्वत्र अस्ति पदसंज्ञा अस्ति इति कृत्वा अग्रे अन्यानि कार्याणि अपि सन्ति. हा हा, इति अस्ति तद् अत्र न प्रदर्शितं, तद् वयं जानीमः. जलां जश्वन्ते वावसाने इति सर्वत्र भवति, सत्यमेव तदस्ति. इत्युक्ते तत्र केवलं यावत् अपेक्षितं तावदेव प्रदर्शितं, परन्तु वयं जानीमः अग्रे किम् अस्ति इति. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. किं शोभाभगिनी अग्रे पठति वा अकारान्तदातवः? आं भगिनि, हकारान्तधातवः इदानीम् हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति. होढः इति सूत्रं, हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च. हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रं. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अन्ते अपि च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हः ढः झलि पदस्य अन्ते च इति. इदानीं हकारान्तधातूनां कृते होः ढः इति सूत्रं सूत्रस्य कार्यं भवति. तत्र हकारस्य स्थाने ढकारादेशः भवति यदा झल् वर्णः परम् अस्ति चेत् अथवा पदान्ते हकारः अस्ति चेत् इति. तत्र पूर्वमपि तथा दृष्टवन्तः, झलि अपि पदान्ते इति निमित्तद्वयं वर्तते इति. हः षष्ठ्यन्त, हः इति षष्ठ्यन्तं, ढः प्रथमान्तम्, अपि च तत्र अनुवृत्तयः झलो झलि इत्यनेन इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्वीकृतं. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते अपि च इत्यनयोः अनुवृत्तिः. यतोहि स्कोः संयोगाद्योरन्ते च इति सूत्रे कार्यम् अन्ते स्थितस्य, किं तत्र अन्ते स्थितस्य न, तत्र अन्ते अथवा तत्रापि पदस्य अपि अन्ते इति नियमद्वयं दृष्टवन्तः. पदस्य इत्यस्य अधिकारः अस्ति, अतः तत्र अनुवृत्तिसहितसूत्रे पदस्य इति आयाति. अतः अन्ते हः ढः, हः इति तत्र हकारस्य हा षष्ठी, ढः इति प्रथमान्तं भवति. इत्युक्ते हकारस्य ढकारादेशः भवति झलि परे अथवा पदस्य अन्ते च इति सूत्रस्य अर्थः अस्ति तत्र भगिनि. हा हा हा, सम्यक् सम्यक् सम्यक्. हः ढः झलि पदस्य, अत्रापि झलि परे पदान्ते द्वयमपि अस्ति. आम्, तत्र उदाहरणं पठतु. पदान्ते लङि इदानीम् अतृणेः योगः ता, तत्र भगिनी मया एतानि पदानि न प्राप्तानि, अवाव्रच् इत्यादीनि तत्र यङ्ग् लुकि अपि दृष्टवती. कथं द्रष्टव्यं भगिनी तत्र अवाव्रच् इत्येतानि पदानि? अवावृष्ट् इति पदम् अस्ति खलु, यङ्ग् लुकि अस्ति खलु, दृष्टौ तत्र धातुः कः? व्रश्च धातुः, व्रश्च हा स्थापितवती, व्रश्च इति स्थापितवती, अपि च अवावृष् अवावृत् किम् अवावृष्ट् इति अपि स्थापितवती अस्ति अस्ति मया दृश्यते. अस्तु अस्तु अस्तु अस्ति पश्यतु लुगन्ते कर्तरि हा तत्र एव दृष्टवती युग यङ् लुगन्ते कर्तरि तत्र तु अवावृष्ट् इति न प्राप्तं यङ् लुगन्ते न अत्र इदानीमेव मया उक्तं खलु भगिनी पृष्टवती खलु अत्र जलां शुष्यन्ते वा अवसाने इत्यपि कार्यं भवति तद् न प्रदर्शितम् अत्र तर्हि अवावृट् अवावृड् अवाब्रड् अवाब्रट् असरि असरि अत्र गुणः अपि भवति असरि सर्ष् असरि सर्ड् असरि सर्ड् अमरि मर्ड् अमरि मर्ट् इति एवं रीत्या रूपाणि भवन्ति भगिनि अत्र सम्पूर्णतया न प्रदर्शितम्. अस्तु अस्तु अस्तु इदानीं तत्र हो ढः इत्यस्य उदाहरणं पदान्ते लङि अतृणेः इति अतृणेः इति यङ् लुगन्तरूपं योगः ता तत्र ति इति तिङन्तप्रत्ययः तत्र तु तकारस्य लोपः भवति हल्ण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तलोपः सुतिसि इत्यत्र तत्र सुति तत्र स किं तकार इत्यनेन तकारः आगतः इति तलोपः भवति अपि च इदानीम् अतृणेः इति एव तिष्ठति. इदानीं तत्र अन्ते धातोः अन्ते पदस्य अन्ते हकारः अस्ति इति इत्यनेन होढः इत्यस्य प्राप्तिः भवति ढकार तर्हि हकारस्य स्थाने ढकारादेशः अतृणेढ् इति रूपं सिद्ध्यति. सम्यक् सम्यक् सम्यक् भगिनि धन्यवादः धन्यवादः. इदानीं होढः इत्यस्य अपवादभूतसूत्रमस्ति तर्हि किम् उमा भगिनी पठति वा? पठामि भगिनि श्रूयते वा? आं श्रूयते पठतु. पदान्ते लङि अत्रे स योगः स हल्न्याद्यो दीर्घा सुतिश्च पृष्टं हल् इत्यनेन स लोपः अत्रे होडः इत्यनेन डकारादेशः अत्रे अत्र लङि इति वर्णयति अत्रे इति धातु योगः अभवत् खलु एतत् न भगिनि दादेर्धातोर्गः इति सूत्रं पठनीयं भगिनि धातोः आदौ दकारः अन्ते हकारः ततः पठनीयम् धातोरादौ दकारः अन्ते हकारः चेत् हकारस्य स्थाने धकारादेशो भवति दावे धातो धकारादिधातोः हकारस्य स्थाने धकारादेशो भवति धकारादि धातोः हकारस्य स्थाने धकारादेशो भवति भवति ध्वनिपदान्तस्य दः आदौ यस्य सः दादिः तस्य दादेः बहुवृत्ति दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं कः प्रथमान्तं त्रिपदन्तं सूत्रम् होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः धातोः हः घः झलि पदस्य अन्ते च दादे धातो घः सूत्रम् अत्र वर्णयति दकारादिधातुः अकारस्य स्थाने दकारादिः भवति दकारादि धातु अन्ते दकारादेशः भवति पदान्ते पदान्ते अध्वनि परे अस्ति चेत् दः दः बहुविधि दः आदौ यस्यतः दादिः कस्मिन् आदेशे अनुवृत्तिसहितसूत्रं दादेः धातोः सः सो दादेः धातोः दकारादि सूत्रं धातु अस्ति चेत् अस्य हकारः अन्ते अस्ति चेत् हकार आदेशः भवति झलि आर् पदान्तस्य अन्ते च तर्हि इदं सूत्रं तु दादेः दादिः हकारान्तः दकारादिः हकारान्तः तादृशधातुः अस्ति चेत् होडः इति सूत्रं प्रवाद्य हकारस्य स्थाने महाप्राणघकारः भवति झलिपदान्ते तर्हि इदं सूत्रं होडः इत्यस्य अपवादभूतसूत्रम् अस्ति अस्तु उदाहरणं पठतु अदादिगणे लट्टि दुग्धि दुग्धोपि पदान्ते लङि अधो योगः अधो अत्र तकारस्य लोपः हल्याभिलीगस्य पृष्ठं हल्पीकृतसूत्रेण सो अधोः इति अस्ति हकारस्य स्थाने घकारः आदेशः भवति सो अधोघ् इति आगच्छति अधोग् इति भवति ततः अग्रे इदानीं प्रक्रिया समाप्ता नास्ति ततः अग्रे इतोपि कार्याणि सन्ति तद् अग्रे पश्यामः इत्युक्ते तत्र तत् कार्यं किम् अस्ति इति एव प्रदर्श्यते वयम् अस्माभिः अनन्तरं समग्रतया चिन्तनीयं तत्र अग्रे किं किं भवति इति चिन्तनीयम् अस्तु तर्हि इदानीं दादेर्दातोर्गः इति सूत्रं चिन्तितं ततः अग्रे इदानीं किम् सूर्यकुमारी भगिनी अग्रे पठति वा भगिनि दृह् मुहु स्नुः स्निः येषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन गकारो वा दकारो वा भवति परिगणित धातवः दुः मुहुष्णुः स्निः येषां धातूनां विकल्पेन हकारस्य स्थाने घकारः यत्र विकल्पः नास्ति तत्र होडः इत्यनेन डकारो वा भवति सूत्रमस्ति वा दृह् मुहुष्णुः स्निहां चतुर्थ परिगणिताः धातवः उक्ताः दुः मुहुष्णुः स्नेह चतुर्णां धातूनाम् अकारस्य स्थाने विकल्पेन गकारादेशो भवति जलिपदान्ते च ग अभावे होडः इत्यनेन डकारादेशो भवति दृहश्च मुहश्च स्नुहश्च स्नेहश्च तेषाम् इतरेतरद्वन्द्वः दृहमुहस्नुहामि स्नुह स्नेहः तेषां दृहमुहस्नुह स्नेहां वा अव्ययपदं दृहमुहस्नुह स्नेहां षष्ट्यन्तं द्विपदमिदं सूत्रं होडः इत्यस्मात् अह अह अनुवर्तते धातोर्गः इत्यस्मात् गः अनुवर्त भवति जलो जल् इत्यस्मात् जलि, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्येषाम् अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रमस्ति, दृहमुह स्नुह स्नेहं वा अहगः जलि पदस्य अन्ते च वा दृहमुह स्नुह स्नेहं सूत्रं विशिष्टसूत्रमस्ति. चतुर्थ परिगणिताः धातवः उक्ताः तत्र विकल्पेन हास्ताने गः विकल्प अन्यत् विकल्प नास्ति चेत् होडः इत्यनेन डकारः हास्ताने डकारः भवति, निमित्तानि जलि अथवा पदस्य अन्ते च इति. उदाहरणमस्ति पदान्ते लङि अधो द्रोः योगः तकारः. भगिनी तस्मात् पूर्वम् अस्य सूत्रस्य अपि च पूर्वं यानि सूत्राणि पठितानि तत्र कः सम्बन्धः? एते सर्वे अपि हकारान्तः खलु? आम् आम्, हकारान्तधातवः अपि च निमित्तानि जलि अथवा पदस्यन्ते च. उदाहरणं पठामि वा भगिनि? न न, अत्र इत्युक्ते अत्र विकल्पेन होडः इत्यस्यापि कार्यं भवति खलु, विकल्पेन होडः इत्यस्यापि कार्यं भवति इति कृत्वा टकारादेशः तु लभ्यते. परन्तु अत्र कुत्रचित् अन्यत् सूत्रस्य प्रसङ्गः अस्ति वा? दातु अपि प्रसक्ति अस्ति. कस्य प्रसक्ति? सर्वत्र प्रसक्तिः अस्ति वा? न, एकधातु एव द्रुह. हा, दृहधातोः विषये दादेर्धातोर्गः इत्यनेन गः आदेशः भवितुमर्हति, परन्तु तादृश आदेशः तु अत्रापि लभ्यते. गः गहादेशः अत्रापि भवति, गकारादेशः एव अस्ति अत्रापि. अतः दादेर्धातोर्गः इति सूत्रं प्रभा इति सूत्रस्य सूत्रेण यद् कार्यं तदेव कार्यम् अत्र, परन्तु अत्र विकल्पेन भवति इति विषयः अस्ति. तर्हि द्रुः इति धातुः अत्र न स्थापितं चेत् किं भवति इति चेत् नित्यरूपेण गकारादेशः भवति, परन्तु नित्यरूपेण गकारादेशः न इष्यते इति कृत्वा अत्र स्थापितम् अस्मिन् सूत्रे स्थापितं येन विकल्पेन गकारादेशः, अन्यस्मिन् पक्षे डकारादेशः. यदि द्रुः धातुः अत्र न स्थापितः चेत् यदि न स्थापितः तर्हि किं भवति इति चेत् दादेर्धातोर्गः इति सूत्रस्य प्रसङ्गः भवति, येन गकारादेशः नित्यरूपेण भवेत्. परन्तु अत्र नित्यरूपेण न इष्यते, विकल्पेन इष्यते इति कृत्वा अस्मिन् सूत्रे सः धातुः अपि स्थापितः. भगिनि सम्यक्, इदानीम् उदाहरणं पठतु. पदान्ते लङि अधो द्रोः योगः तकारः, तकारलोपः भवति हल्नाभोदीर्घात् सूति सि अप्रुक्तालः इत्यनेन. रूपं तत्र अधो द्रोग् भवति, विकल्प अस्ति चेत् अधो द्रोड् अपि भवति. तदेव मुहुधातुः अमोमोः अपि मोग् भवति अथवा अमोमोड् मोड् भवति. तदेव अश्नुनोः तत्र स्नुः धातुः अश्नुनोः अश्नुनोग् अश्नुनोड् अस्नेनेः अस्नेनेः अस्नेनेग् अस्नेनेद् समीचीनम् इति वा दृहमुह स्नुह स्नेहाम् इति सूत्रं वस्तुतः दादेर्धातोर्गः इत्यस्य प्राप्तस्य विभाषा यद् प्राप्तमासीत् दृहधातोः विषये प्राप्तम् गकारादेशः प्राप्तः तस्य विभाषा अत्र भवति. मूहश्नुहश्निः इत्यत्र तु यः हकारादेशः आसीत् तत्र विकल्पः उच्यते, तत्रापि प्राप्तस्य विभाषा तत्र दः भवति सूत्रेण गकार अपि भवति इति अस्ति. अस्तु तर्हि अन्ततो गत्वा नहोदः इति सूत्रं मीना भगिनी पठति वा? पठामि भगिनि. नह् धातोः हकारस्य भगिनि तत्र एकक्षणम् एकक्षणं भगिनी वदतु. लक्ष्मी भगिनी भगिनी अत्र अस्मिन् सूत्रे चत्वारः धातवः दृहु मुहु श्नुः श्निः सर्वे हकारान्ताः, एकः एव दकारादिः. सो तस्य कृते दृह् इति धातोः कृते इदानीं विकल्पेन इति उक्तत्वात् एकस्मिन् पक्षे घकारादेशः, अन्यस्मिन् पक्षे ढकारादेशः, खलु होढः इत्यनेन. अन्येषां कृते कथं भवति इदानीं मुह् कुत्र मुहुश्नुहुश्निः इत्यत्र केवलं होडः इत्येव सूत्रं प्राप्तमस्ति. अत्र एतेषामपि गकारादेशः इष्यते इति कृत्वा अत्र स्थापितम्. अत्र दादेर्धातुर्गः इत्यस्य प्रसङ्गः नास्ति, केवलं होडः इति. यदि इदं सूत्रं नास्ति तर्हि होडः इत्यनेन डकारादेशः एव भवति, परन्तु अत्र विकल्पेन गकारः अपि इष्यते इति कृत्वा अत्र स्थापितम्. तर्हि तत्रापि घकारादेशः विकल्पेन ढकारादेशः भवति. दृह् इत्यत्र पूर्वसूत्रेण घकारादेशः भवति इत्युक्ते साधयितुं शक्नुमः, अत्र विकल्पेन ढकारादेशः इच्छति इति. अस्तु अस्तु अस्तु मीना भगिनी. हकारस्य चकारादेशो भवति नहोदः चकारः धकारः. ओ धकारः वा? धकारादेशो हकारस्य धकारादेशो भवति नहोदः. नह् धातोः हकारस्य धकारादेशो भवति जलि पदान्ते च. नः नहः षष्ट्यन्तं, दः प्रथमान्तं, द्विपदमिदं सूत्रं. होदः इत्यस्मात् अह इत्यस्य अनुवृत्तिः. दादेर्धातोः गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्को संयोगाद्योरान्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. नः धातोः हः दः जलिपदस्य अन्ते च. इदानीं न हकारान्तर्धातु अस्ति नः इति धातु. पूर्वं हकारो हो डः इति सूत्रेण डकारः अभवत्, तदनन्तरं दादेर्धातु ककारः अभवत्, तदनन्तरं मुहस्नेहां तत्र विकल्पेन कः अभवत्. इदानीं नः धातोः धकारः भवति. नः धातु हकार नः धातोः हकारस्य धकारादेशो भवति निमित्तं जलि जलि अथवा पदान्ते च. नः इति षष्ट्यन्तं पदं, दः प्रथमान्तं, द्विपदमिदं सूत्रमस्ति. तत्र होदः इत्यस्मात् सः इत्यस्य अनुवृत्तिः. दादे धातोः गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्को संयोगात् ज्वरन्ते च इत्यस्मात् अन्ते च इति अनयोः अनुवृत्तिः. पदस्य अधिकारः अनुवृत्तिसहितसूत्रं. नहः धातोः हः दः जलि पदस्य अन्ते च. पदान्ते लङि अनानः इति भवति. इदानीं पदान्ते उदाहरणमस्ति, लङ्लकारे अस्ति अनानः योगः तकारः इत्युक्ते अनानः योगः इति तत्र पदान्ते तिङन्तं पदमस्ति नानानः इति अनानद् इति भवति. अग्रे पठामि वा? न न इदा सम्यक् अस्ति भगिनि. इदानीं वदतु नः धातोः विषये अन्यत् सूत्रं प्रसङ्गः अन्यस्य प्रसङ्गः अस्ति वा? नस्य धातोः अन्यसूत्रस्य प्रसङ्गः अस्ति वा? तत्र जलिपरे अस्ति होडः या डः इति होडः इति प्रसक्तिः अस्ति हकारस्य जलि पदान्ते वा? तत्र तस्य अपवादः वा? नख् इदानीं न केवलं नख् धातोः हकारः भवति. तर्हि हकारान्तानां कति सूत्राणि सन्ति? हकारान्तानां कोडः इति प्रथमं, दादे धातो गः इति द्वितीयं, तदनन्तरं विकल्पेन वादृहमुहश्नुः स्नेहां तत्र तृतीयसूत्रं, तत्र नहो नहोदः इति चतुर्थः सूत्रं. चतुर्थसूत्रम् अस्तु. सम्यक् समीचीनं समीचीनं. धन्यवादः भगिनि. इदानीम् अग्रे गच्छामः. तर्हि विजयलक्ष्मी भगिनी अग्रिमं सूत्रं पठति वा? बष्भावः अग्रे यद् दत्तं तत् पठतु. भष्भावः एकाचो पशो भष् झषन्तस्य स्धोः परिचयः. धातोः आदौ बष् बष् इत्युक्ते ब ग ड द जकारं विहाय, अपि च अन्ते झष् झ भ घ ढ ध. तस्य धातोः नाम एकाच् बषादि झषन्त धातुः, यथा बन्ध धातुः, बुध् धातुः च. यदि उपर्युक्त हकारान्त धातुसम्बन्धसूत्रैः हकारस्य स्थाने झष् आदेशः सञ्जातः, दृष्टान्ते दुह् इत्यस्य दुघ्, तर्हि सोऽपि तादृशो धातुः. एकाच् बषादि झषन्त धातोः आदौ स्थितस्य बष् बषः स्थाने भष् आदेशो भवति भ घ ढ ध सकारादिप्रत्यये परे ध्व शब्दे परे पदान्ते च. अतः वदामः यत् एतत् किं भगिनि चतुर्त्रिंशत् टु चतु ओ ओके थ्री फोर् फोर् फोर् अस्तु. इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः त्रयः, अपि अन्ते च वर्गस्य चतुर्थसदस्यः चतुर्थः, तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति थ्री टु फोर् आहत्य थ्री टु फोर् अपि च फोर् फोर् फोर् इति विकारः. ध्येयं यत् अयं बष् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति. अनेन धातुः अनेकाच् चेद् अपि तस्य धातोः एकाच् बषादि झषन्तधात्वंशः अस्ति चेत् अत्रापि थ्री फोर् फोर् फोर् इति विकारो भवति. अत्र भष्भावः इति विषयः. अत्र किमर्थम् अस्य विषयस्य अत्र पाठ अस्ति इति, यदा दादेर्धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारादेशः भवति, तदा अस्य सूत्रस्य प्रसक्तिरपि जायते. तत्र परिचयः एवमस्ति, एकाचः बश् भश् झषन्तस्य स्थोः. बश् इत्युक्ते प्रत्याहारः, ब गड द जश् वर्णेषु जकारं विहाय अन्य चत्वारः वर्णाः सन्ति, अपि च अन्ते झष् वर्णे वर्णः भवतु. झष् इत्युक्ते झ भ घळ ध वर्गचतुर्थः वर्णाः. तस्य धातोः नाम एकाच् बशादि झषन्तधातुः. एकः एव अच् भवतु, तत्र आदिमः वर्णः बश् प्रत्याहारस्थः वर्णः भवतु, अन्तिमः वर्णः झष् प्रत्याहारस्थवर्णः भवतु, तदा अस्य सूत्रस्य कार्यं भवति. तत्र एकाच् एव भवेत् इति नास्ति, परन्तु एकाच् सेक्षन् इति स्वीकृत्य तत्र कार्यं भवति. अनेकाच् अपि भवितुमर्हति, परन्तु तत्र भग्नः भवति खलु भगिनी, यत्र एकाच् बश् अपि च भश् अस्ति तत्र कार्यं भवति. एवं भवति खलु भगिनी, पदमध्ये अपि भवितुमर्हति, मध्ये अपि भवितुमर्हति. अनेकाच् अस्ति चेदपि तत्र अनेकाच् इति भागस्य कश्चन अवयवः अस्ति, यत्र बसादि जसन्तः अस्ति चेत् तत्रापि भवितुमर्हति भवितुमर्हति. अत्र उदाहरणरूपेण बन्ध् धातु अपि च बुध् धातु इत्यनयोः उदाहरणं दत्तमस्ति. बन्ध् धातोः बकारः बश्वर्णे अस्ति, अपि बश् प्रत्याहारे अस्ति, अपि च अन्तिमधकारः झष् प्रत्याहारे अस्ति. अतः अत्र अपि च एकाच् अस्ति, अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. एवमेव बुध् धातु, तत्र किं परिवर्तनं भवति बन्ध् धातोः? किं परिवर्तनं भवति बन्ध् धातोः? बकारस्य स्थाने झष् आदेशः भवति. अतः झष् आदेशः न, भष् भष् तृतीयवर्णस्य स्थाने चतुर्थवर्णः, चकारस्य स्थाने महाप्राणभकारः. तत्र बकारस्य स्थाने भकारादेशः भवति, अतः भुद्ध इति भवति. भुद्ध इति भवति, भन्द भन्द इति भवति. यदि उपर्युक् हकारान्तधातुसम्बन्धसूत्रैः हकारस्य स्थाने झष् आदेशः सञ्जातः, यथा दुः स्थाने दुघ् इति अभवत्, तत्रापि अस्य सूत्रस्य इदानीं कार्यं भवितुमर्हति. भवति अपि एकाच् बशादि, दकारः बशादि अस्ति, अपि च घकारः झषन्तः अस्ति. अतः अत्र दकारस्य स्थाने धकारादेशः भवति, धुघ् इति आदेशः भवति, भष् आदेशः भवति. एकाच् बशादि झषन्तधातोः आदौ स्थितस्य बश् स्थाने भष् आदेशः भवति. भष् इत्युक्ते भ घ ढ ध. अपि च कदा भवति? सकारादि स्थोः सकारादिप्रत्ययः भवतु उत ध्व ध्व ध्व ध्व इत्येव खलु भगिनी, न ध्व शब्दे परे. तत्र निमित्तं किम् इति अग्रे पश्यामः. तत्र हा अत्रापि दत्तमस्ति खलु, हा सकारादिप्रत्यये परे द्व शब्दे परे पदान्ते इति त्रीणि निमित्तानि. अग्रे प्रत्ययस्य आदौ सकारः सकारादिः भवेत्, प्रत्ययस्य आदौ सकारः, अथवा द्वशब्दः परे भवेत्, अथवा पदान्ते भवेत्. पदान्ते भवेत्. सम्यक् सम्यक्तया प्रतिपादितं. तर्हि सूत्रं हा सम्यक्. तर्हि सूत्रमेव अत्र इदानीं साक्षात् पठनीयं. तत्र सरस्वती भगिनी पठति वा? आं भगिनि, सूत्रमस्ति एकाचो वशो भष् झषन्तस्य भोः धातोरवयवो अवयवो यो झषन्त एकाच् तस्य वशः भषादेशो भवति सकारे परे ध्वशब्दे परे पदान्ते च. अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य इत्यनयोः एव विशेषणविशेष्यभावः धातोः तादृशांशः इति तात्पर्यम्. अनेन धातोः एकाच् वा तद् अधिकाः वा अर्हा एकोच् एक अच् यस्मिन् सः एकाच् बहुव्रीहि तस्य एकाचः, जश् अन्ते यस्य सः जशन्त बहुव्रीहि तस्य जशन्तस्य च द्वौ इतरेतरद्वन्द्वः तयोः स्वोः. एकाचः षष्ट्यन्तं, वशः षष्ट्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ट्यन्तं, द्वोः सप्तम्यन्तम् अनेकपदमिदं सूत्रं. दादेर्धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः, पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति धातोः एकाचः झषन्तस्य वशः भष् द्वोः पदस्य अन्ते च. तर्हि सूत्रं पुनः किं वदति? निमित्तानि त्रीणि सन्ति. तर्हि प्रत्यय सकारादि भवेत् अथवा ध्वशब्दः भवेत्, इत्युक्ते मध्यमपुरुषस्य बहुवचनं ध्वं भवति तदा ध्व भवति तस्य. तर्हि सकारादि भवेत् अथवा ध्व भवेत् शब्दः. निमित्तं प्रत्ययस्य एकम् एतदस्ति. द्वितीयनिमित्तमस्ति धातोः अन्ते झष् भवेत्, झषन्तधातु भवेत्. झषन्त इत्युक्ते चतुर्थः वर्णः भवेत्. तृतीयनिमित्तमस्ति धातोः आदिम वर्णः बश् भवेत्. बश् इत्युक्ते ज नास्ति केवलं, तृतीयवर्णः भवेत् वर्णं विहाय. तर्हि एवमस्ति चेत् बशः स्थाने भष् भवति. एवं एतत् सूत्रम् एवं वदति. धातोः अव्ययः प्रथमा पङ्क्तिः तु अहम् उक्तवती. अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य अत्र विशेषणविशेष्यभावः अस्ति. एकाचः झषन्तस्य इत्युक्ते झष् अन्तस्य यः धातु एवमस्ति, सः धातु एकाचः धातोः विषये अस्ति. एतत् एकाच् वा तद् अधिकाः वा अर्हाः, तर्हि अधिकाः अपि भवन्ति चेदपि चलति, परन्तु निमित्तानि पूरितानि चेदेव कार्यं भवति. एकः अच् यस्मिन् सः एकाच्, एकाचः षष्ठीविभक्ति भवति एकाच् प्रातिपदिकस्य. झष् अन्ते यस्य सः झषन्त बहुव्रीहि भवति. पुनः झषन्तस्य स च ध्व च द्वौ इतरेतरद्वन्द्वः भवति तयोः, इत्युक्ते सकारः ध्व शब्दस्य तयोः द्वोः. एकाचः षष्ट्यन्तं, वशः षष्ट्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ट्यन्तं, द्वोः सप्तम्यन्तम् अनेकपदविदं सूत्रम्. द्वोः सप्तम्यन्तम् अतः तस्मात् पूर्वं कार्यं भवति. भष् प्रथमान्तम् अतः भष् स्थाने बष् भवति, यद् बशो क्षम्यतां, बशः षष्ट्यन्तम् अस्ति अतः बष् स्थाने भष् यत् प्रथमान्तम् अस्ति तत् कार्यं करोति. तदनन्तरम् अनुवृत्ति दादेर्धातोर्गः इत्यस्मात् धातोः अनुवृत्तिः स्पोः संयोगाभिवर्ति च इत्यस्मात् अन्ते तथा च पदस्य अधिकारः तु अस्ति एव अतः अनुवृत्तिसहितसूत्रमस्ति धातोः एकाचः झषन्तस्य वशः भष् स्वोः पदस्य अन्ते च तर्हि स्वोः भवेत् अथवा पदस्य अन्ते भवेत् स्वोः प्रत्यय भवेत् अथवा पदस्य पदान्तः भवेत् झषन्त अस्तु भगिनि हा हा सम्यक् सम्यक् सम्यक्तया उक्तवती अत्र यतोहि धातोः एकाचः झषन्तस्य इति उक्तं तर्हि धातोः कश्चन अवयवः यः झषन्तः जश् अन्ते जश्वर्णः भवेत् एकाच् अपि भवेत् तर्हि बश्वर्णः प्रायेण आदौ भवति अथवा मध्ये भवति धातोः कश्चन अवयवः यः झषन्तः तर्हि बश्वर्णः कुत्र भवेत् इति चेत् आदौ भवति अथवा मध्ये भवति अच्वर्णः कुत्र भवति इति चेत् आदौ भवति अथवा मध्ये भवति प्रायेण मध्ये एव भवति अच्वर्णः मध्ये अस्ति आदौ बश्वर्णः अस्ति बश्वर्णः अस्ति तादृश आदौ यः बश्वर्णः तस्य स्थाने भष् आदेशः भवति तृतीयवर्णस्य स्थाने चतुर्थवर्णादेशः भवति पदान्ते अथवा सकारे परे अथवा द्वशब्दे परे इति सूत्रार्थः अस्ति तत्र उदाहरणं सर्वम् अग्रिमसप्ताहे वयं परिशील्यामः अत्र समयः अतीतः इति कृत्वा किमर्थं जकारः आदौ भवति चेत् किं भवति भगिनि जकारः आदौ भवति चेत् बश् इति अस्ति खलु जकारः जकारः नास्ति जकारः बश् नास्ति खलु बगडद जकारः किमर्थम् एवम् एन्मिटि जकार आदौ भवति चेत् हकारस्य घकारादेश एतत् सर्वं न भवति वा न भवति हा भवती जानाति एतत् सर्वं भवती जानाति तादृशरूपं नास्ति इति कृत्वा न सुधृतं भवती जानाति लक्ष्यानुरोधेन व्याकरणं तादृशलक्ष्यं नास्ति चेत् न क्रियते तावदेव महोदय अत्र अन्ते अन्ते जकारः भवितुम् अर्हति न कुत्र अन्ते प्रथमसदस्य बस् वर्ण बस् प्रत्यवरात् अन्तर्भूतवर्णः भवेत् अन्ते जकारः अपि भवितुम् अर्हति न अन्ते जश्वर्णः भवेत् जस् प्रत्यवरात् जकारः अपि भवितुम् अर्हति खलु महाप्राणजकारः अल्पप्राणजकारः नास्ति अस्तु अस्तु भगिनी अल्पप्राणजकारस्य विषये पृच्छन्ति उपरि अन्यत् सूत्रमस्ति खलु प्रश्च प्रश्च सृज चोहोकुः सामान्यतया चोहोकुः चोहोकुः व्रश्च व्रश्च इति केवलं परिगणितानां सामान्यतया चोहोकुः यदा चोहोकुः भवति चेत् तत्र कुत्वं भवति गकारः भवति गकारः भवति चेत् तदानीं बश् बश् बश्वर्णः भवति परन्तु अन्ते नास्ति अन्ते जश् झषन्तः भवेत् इदानीं झषन्तः नास्ति अस्तु अस्तु अस्य सूत्रस्य चिन्तनं कुर्वन्तु इतः अग्रे अग्रिमसप्ताहे पश्यामः अस्तु तर्हि धन्यवादः धन्यवादः महोदय धन्यवादः धन्यवादः धन्यवादः भगिनि धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः